पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायम् 82 सुकर्मोवाच एवं चिन्तयदे यावद्राजा परमधार्मिकः तावत् प्रोवाच सा देवी रतिपुत्री वरानना किमु चिन्तयसे राज्यं त्वमिहैव महामदे प्रायेणापि स्त्रियः सर्वाश्चपलास्युर्न संशयः नाहं चापल्यभावेन त्वामेवं प्रविचालय नाहं हि कारयाम्यद्य भवत्पार्श्वं नृपोत्तम अन्यस्त्रियो यथा लोके चपलत्वाद्वदन्ति च अकार्यं राजराजेन्द्र लोभान्मोहाच्च लम्पटाः लोकानां दर्शनायैव जादा श्रद्धा ममोरसि देवानां दर्शनं पुण्यं दुर्लभं हि सुमानुषैः तेषां च दर्शनं राजन् कारयामि वदस्व मे दोषं पापकरं यत्तु मत्सङ्गादिह चेद्भवेत् एवं चिन्तयसे दुःखं यथान्यप्राकृतो जनः महाभयाद्यथा भीदो मोहगर्ते गदे यथा त्यज चिन्तां महाराज न गन्तव्यं त्वया दिवि येन ते जायते दुःखं तन्न कार्यं मया कदा एवमुक्तस्तथा राजा तामुवाच वराननां चिन्तितं यन्मया देवि तच्छृणुष्व हि साम्प्रतं मानभङ्गो मया दृष्टो नैव स्वस्य मनःप्रिये मयि स्वर्गं गदे कान्ते प्रजा दीना भविष्यति त्रासयिष्यति दुष्टात्मा यमस्तु व्याधिभिः प्रजाः त्वया सार्धं प्रयास्यामि स्वर्गलोकं वरानने एवमाभाष्यतां राजा समाहूय सुतोत्तमं पूरुं तं सर्वधर्मज्ञं जरायुक्तं महामतिम् येह्येहि सर्वधर्मज्ञ धर्मं जानासि निश्चितं ममाज्ञया हि धर्मात्मन् धर्मसम्पालितत्वया जरामे दीयतां ताद तारुण्यं गृह्यतां पुनः राज्यं कुरु ममेदं त्वं सकोश बलवाहनम् आसमुद्रां प्रभुं क्षत्वं रत्नपूर्णां वसुन्धरां मया दत्तां महाभाग सग्रामवनपत्तनां प्रजानां पालनं पुण्यं कर्तव्यं च सदा नख दुष्टानां शासनं नित्यं साधूनां परिपालनम् कर्तव्यं च त्वया वत्स धर्मशास्त्रप्रमाणतः ब्राह्मणानां महाभाग विधिनापि स्वकर्मणा भक्त्या च पालनं कार्यं यस्मात् पूज्या जगत्त्रये पञ्चमे सप्तमे खस्रे कोशं पश्य विपश्चिदः बलं च नित्यं सम्पूज्यं प्रसादधनभोजनैः चारचक्षुर्भवस्वत्वं नित्यं दानपरो भव भवस्वनि यदो मन्द्रे सदा गोप्यस्तु पण्डितैः नियतात्मा भवस्वत्वं मा गच्छ मृगयां सुत विश्वासकस्य नो कार्यस्त्रीषु कोशे महाबले पात्राणां त्वं तु सर्वेषां कलानां कुरु सङ्ग्रहम् यजयज्ञैर्हृषिकेश्यं पुण्यात्मा भव सर्वदा प्रजानां कण्टकान् सर्वान् मर्दयस्व दिने दिने प्रजानां वञ्चितं सर्वमर्पयस्व दिने दिने प्रजासौख्यं प्रकर्तव्यं प्रजा पोषय पुत्रक स्वको वंशप्रकर्तव्यपरदारेषु मा कृथाः मदिं दुष्टां परस्वेषु पूर्वानन्वेहि सर्वदा वेदानां हि सदा चिन्ता शास्त्राणां हि च सर्वदा कुरुष्वैवं सदा वत्स शास्त्राभ्यासरतो भव सन्तुष्टः सर्वदा वत्सस्वशय्या निरतो भव गजस्य वाजिनोऽभ्यासं स्यन्दनस्य च सर्वदा एवमादिश्य दम्पुत्र माशीर्भिरभिनन्द्य च स्वहस्तेन च संस्थाप्य करे दत्तं स्वमायुधम् स्वां चरां तु समागृह्य दत्त्वा तारुण्यमस्य च गन्तुं कामस्ततः स्वर्गं ययादिः पृथिवीपदिः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरित्रे द्वि अशीतितमोऽध्यायः ॐ